पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 151 महादेव उवाच अस्मात् तीर्थात् परं तीर्थम् इन्द्रग्राममिति स्मृतं यत्र स्नात्वा पुराशक्रो विमुक्तो घोरकिल्बिषाद पार्वत्युवाच केनेह कर्मणा शक्रः प्राप्तवान् घोरकिल्बिषं विपाप्मा च कथं सोऽभूदिति विस्तरदो वद महादेव उवाच इन्द्रसुरेश्वरः पूर्वं नमुचिश्चासुरेश्वरः अशस्त्रवध मन्योन्यसमयं तौ प्रचक्रदुः अधेन्द्रनभो वाणी निर्देशान्नमुचिं तदा जघानफेनमादाय ब्रह्महत्या तदा भवत् पप्रच्छ च गुरुं शक्रः पापनिर्नाशकारणं बृहस्पतेरथा देशात् सा भ्रामत्युत्तरे तडे अस्मिन् स्थाने समागत्य स्थानं चक्रे सुरेश्वरः तस्येह स्नानमात्रेण गतपापस्य तत्क्षणाद् पूर्णेन्दुधवलाकान्तिशरीरे समजायत धवलेश्वरमीशानं स्नापयामास वृत्रः इन्द्रनाम्ना च तल्लिङ्गं विश्रुतं पृथिवीतले पूर्णिमास्यां तथा दर्शे सङ्क्रान्तौ ग्रहणे तथा श्राद्धे कृते पितॄणां तु तृप्तिर्द्वादशवार्षिकी धवलेश्वरमासाद्य यः कुर्याद्विप्रभोजनं एकस्मिन् भोजिते विप्रे सहस्रं भोजिदं भवेद हिरण्यभूमिवासांसि दातव्यानि स्वशक्रिदः शुक्ला गौ ब्राह्मणे देया स वत्सा च पयस्विनी अत्रागत्यदु यो विप्रो रुद्रजाप्याधिकं चरेद तत्कृतं कोटिगुणिदं श्रीमहेशप्रसादतः अत्र तीर्थे नरो यस्तु उपवासादिकं चरेद स एव सर्वकामाढ्यो भवत्येव न संशयः बिल्वपत्रं समानीय यः पूजयदि तं प्रभुं धर्ममर्थं च कामं च लभते मानवो भुवि सोमवारे विशेषेण ये गच्छन्ति नरोत्तमाः तेषां रोगं तथा दोषं शमये धवलेश्वरः रववाधविशेषेण अर्चनं गुरुते यथा तेषां महिमादु भो देवि न ज्ञादकर्षिचिन्मया दुर्वया चार्कपुष्पैर्वा कल्हारैः कमलैर्दलैः पूजनं कुर्वते यत्र ते नरा पुण्यभागिनः श्वेतार्कपुष्पमानीय धवलेशं प्रपूज्यतु वाञ्छितं लभते नित्यं धवलेशप्रसादतः कृते वै नीलकण्ठस्तु सर्वेषां शङ्करः सदा त्रयदायुगे सविख्यादो हरो वै भगवान् प्रभुः द्वापरे सर्वसंज्ञस्तु कलौ वै धवलेश्वरः अत्रार्थे यत्पुरावृत्तं तच्छृणुष्व सुरेश्वरी नन्दिर्नाम पुरा वैश्य इन्द्रग्रामे समावसत शिवध्यानपरो भूत्वा शिवपूजां चकारसः नित्यं तपो वनस्थं हि लिङ्गं धवलसंज्ञकम् उषस्युषसि चोद्धाय प्रत्यहं शिववल्लभः नन्दीलिङ्गार्चनरतो बभूवादिशयेनः यथा शास्त्रेण विधिना पुष्पार्चनपरो भवत् एकदा मृगया लुब्धः किरातो भूतहिंसकः पापी पापसमाचारश्चरन् साभ्रमदीतडे अनेकश्वापदाकीर्णे हन्यमानो मृगान् शरैः एवं विचरमाणोऽसौ किरातो भूतहिंसकः यदृच्छया गतस्तत्र यत्र लिङ्गं सुपूजितं धवलेश्वरविख्यातम् अनेकाश्चर्यमण्डितं दृष्टं सुपूजितं लिङ्गं नानापुष्पैफलैस्तथा एवं लिङ्गं समालिङ्ग्य गतसाभ्रमतीत्तडे तत्र पीत्वा पयसोऽथ मुखं गण्डूषपूरितं कृत्वा चैकेन हस्तेन मृगमांसं समुद्वहन् करेणैकेन पूजार्थं बिल्वपत्राणि वै दधत शीघ्रमागत्य लिङ्गादे पदा पूजां समाहनद पुष्पाणि तानि सर्वाणि विधूतानि इतस्ततः स्नापनं तस्य लिङ्गस्य कृतं गण्डूषवारिणा करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयेत् द्वितीयेन करेणैव मृगमांसं समर्पयद दण्डप्रणामसंयुक्तसङ्कल्पं मनसाकरोद अद्य प्रभृति पूजां वै करिष्यामि प्रयत्नदः त्वं मे स्वामी च भक्तोऽहम् अद्य प्रभृति शङ्कर एवं नियमवान् भूत्वा किरातो गृहमागमद तथा प्रभातसमये देवायतनमागतः नन्दी ददर्श तं सर्वं किरातेन च यत्कृतम् अव्यवस्थं च तं दृष्ट्वा अमेध्यं शिवसन्निधौ विधूतानि च सर्वाणि हिंसकेन दुरात्मना चिन्तायुक्तो भवन्नन्दी जातं किं चित्रमद्य मे कथितानि च विघ्नानि शिवपूजारतस्य हि उपस्थितानि तान्येव मम भाग्यविपर्ययाद एवं विमृश्य सुचिरं प्रक्षाल्य शिवमन्दिरं यथा गतेन मार्गेण नन्दी स्वगृहमागमद ततो नन्दिनमालक्ष्य पुरोधा गतमानसम् अब्रवीद्वचनं तं तु कस्मात् त्वं गतमानसः पुरोहितं प्रति तदा नन्दीवचनमब्रवीद अद्य दृष्टं मया विप्र अमेध्यं शिवसन्निधौ केनेदं कारितं तत्र न जानामीह किञ्चन ततः पुरोधावचनं नन्दिनं चाब्रवीत्तथा येन विस्खलितं तत्र पुष्पादीनां प्रपूजनं सोऽपि मूढो न सन्देहकार्यकार्येषु मन्दधीः तस्माच्चिन्ता न कर्तव्या त्वया पुनरपि प्रभो प्रभाते च मया सार्धं गम्यतां तच्छिवालयं निरीक्षणार्थं दुष्टस्य तस्य दण्डकरोम्यहं यदश्रुत्वा दुवचनं नन्दीतस्य पुरोधसः आस्थितस्वगृहे नक्रं दूयमानेन चेतसा तस्यां रात्र्यां व्यदीदायाम् आहूय च पुरोधसां गतशिवालयं नन्दी समन्देन महात्मना प्रक्षाल्य पूजनं कृत्वा नानारत्नपरिच्छदम् पञ्चोपचारसंयुक्तं कृत्वा वै ब्राह्मणैः सह एवं यामद्वयं जातं स्तूयमानस्य नन्दिनः आयातोऽसौ महाकालस्तथारूपो महाबलः कालरूपो महारौद्रो धनुष्पाणिप्रतापवान् तं दृष्ट्वा भय सन्त्रस्तो नन्दी तत्रन्यलीयद पुरोधाश्चैव सहसा भयभीदस्तदाभवद किरातेन कृतं तत्र यथा पूर्वमविस्खलन् तां पूजां स पदाकृत्य बिल्वपत्रं समर्पयद नैवेद्येन फलेनैव किरातशिवमार्चयद दण्डवत्पदितो भूमौ उद्धाय स्वगृहं गतः तं दृष्ट्वा महदाश्चर्यं चिन्तयामास वैखिरं पुरोधसा तदानन्दी सह व्याकुलचेतसा तेन पृष्टास्तदा विप्राः कथ्यतां च यथा तथं सम्प्रधाय तद सर्वे मिलित्वा धर्मशास्त्रतः ऊचु सर्वे तदा विप्रा नन्दिनं जातशङ्कितम् ईशविघ्नं समुत्पन्नं दुर्निवार्यं सुरैरपि तस्मादानयलिङ्गं त्वं स्वगृहे वैश्यसत्तम तथेदि मत्वा सौ नन्दी शिवस्योत्पाटनं महत कृत्वा स्वगृहमानीय प्रतिष्ठाप्य यथाविधि सुवर्णपीठिकां कृत्वा नवरम्भासुशोभिताम् उपाहारैरनेकैश्च पूजयामास वै तदा अधा परेद्युरायाथ किराद शिवमन्दिरम् यावद्विलोकयामास लिङ्गमैश्यं न दृष्टवान् मौनं विहाय सहसा साक्रोशमिदमब्रवीद हे शम्भो क्व गतोऽसि त्वं दर्शयात्मानमद्य वै यदि नो दर्शनं हेयं त्यक्ष्याम्यद्य कलेवरं हे शम्भो हे जगन्नाथ त्रिपुरान्तकशङ्कर हे रुद्र हे महादेव दर्शयात्मानमात्मना एवं साक्षेपमधुरैर्वाक्यैः क्षिप्त्वा सदाशिवं किरातोऽसौ क्षुरिकया धीरो वै जठरं स्वकम् बिभेद्याशु ततो बाहुमासाद्योच्चैरुषा ब्रवीद हे शम्भो दर्शयात्मानं कुतो मां त्यज्ययास्यसि इति क्षिप्त्वा ततोन्द्राणि मां समुद्धृत्य सर्वदः तस्मिन् गदे करेणैव किरातः सहसाक्षिपद स्वच्छं च हृदयं कृत्वा साभ्रमत्यां निमज्जतु तथैव जलमानीय बिल्वपत्रं त्वरान्विदः पूजयित्वा यथा न्यायं दण्डवत्परितो भुवि यदा ध्यानस्थितस्तत्र किरातशिवसन्निधौ प्रादुर्भूतस्तदा रुद्रः प्रमद्धै परिवारितः कर्पूरगौरोद्युदिमान् कपर्दी चन्द्रशेखरः तं गृहीत्वा करे रुद्रः उवाच परिसान्त्वयन् भो भो वीर महाप्राज्ञ मद्भक्तोऽसि महामदे परं वृणीष्व भो भक्त यत्ते मनसि वर्तते एवमुक्तः स रुद्रेण महाकालो मुदान्विदः पपाद दण्डवद्भूमौ भक्त्या परमयायुधः ततो रुद्रं बभाषेदं नवरं प्रार्थयाम्यहम् अहं दासोऽस्मि ते रुद्रत्वं मे स्वामी न संशयः येदश्लाघ्यतमं लोके देहि जन्मनि जन्मनि त्वं माता च पिता त्वं च त्वं बन्धुश्च सखा च मे त्वं गुरुस्त्वं महामन्त्रो मन्त्रैर्वेद्योऽसि सर्वदा निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च तदा दमरुनादेन नादिदं भुवनत्रयं भेरीभाङ्गारशब्देन शङ्खानां निनदेन च तदा धुन्दुभयो नेदुः पडहश्च सहस्रशः नन्दीतं नादमाकर्ण्य विस्मयात्वरितो ययौ तपोवनं यत्र शिवस्थितः प्रमथसंवृतः किरातो हि तथा दृष्टो नन्दिना च तदा भृशम् उवाच प्रसृदो वाक्यं स नन्दी विस्मयान्वितः किरातं स्तोतुकामोऽसौ परमेन समाधिना इहानीदत्वया शम्भुस्त्वं भक्तोऽसि परन्तपः त्वद्भक्तोऽहमिह प्राप्तो मां निवेदय शङ्करे तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयान्विदः नन्दिनं च करे गृह्य शङ्करं समुपागदः प्रहस्य भगवान् रुद्रः किरातं वाक्यमब्रवीद ब्रूहि कोऽसौ त्वया नीदो गणानामिह सन्निधौ किरात उवाच त्वद्भक्तोऽसौ तदा देव तव पूजारदो ह्यसौ प्रत्यहं रत्नमाणिक्य पुष्पैश्चौच्चाव चैरिह जीवितेन धनेनापि पूजितोऽसि न संशयः तस्माच्चानीहि भो स्वामिन् नन्दिनं भक्तवत्सल महादेव उवाच जानाम्यहं महाभाग नन्दिनं वैश्यवर्तनं त्वं मे भक्तः सदा चेदि महाकालमहामदे उपाधिरहिताये च ये निष्कपटमानसाः ते प्रियास्ते च मे भक्तास्ते विशिष्टा नरोत्तमाः तावुभौ स्वीकृतौ तेन पार्षदत्वेन शम्भुना ततो विमानानि बहूनि तत्र समागतान्येव महाप्रभाणि किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण कैलासलोकमापन्नौ विमानैर्वेगवत्तरैः सारूप्यमेव सम्प्राप्तो ईश्वरस्य महात्मनः निराजितौ गिरिजया पुत्रवत्तौ गणाबुभौ उवाचेदं ततो देवी प्रहस्य गजगामिनी यथा त्वं हि महादेव तथा चेदौ न संशयः सारूप्येण च गत्या च हास्यभावैः सुपूजितैः देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च सद्यः पराङ्मुखौ भूत्वा शङ्करस्य च पश्यतः ऊचुतुस्त्वरया युक्तौ गणौ रुद्रस्य पश्यतः उभावप्यनुकम्प्यौ च भवदा हि त्रिलोचन तव द्वारि स्थितौ नित्यं भवावस्ते नमो नमः तयोर्भावं स भगवान् विदित्वा प्रहसन् भवः उवाच परया भक्त्या भवतोरस्तु वाञ्छितं तथ प्रभृति द्वावेदौ द्वारपालौ बभूवधुः शिवद्वारि स्थितौ देवि मध्याह्ने शिवदर्शिनौ ये को नन्दी महाकालो द्वावेतौ शिववल्लभौ ये पापिनोऽप्यधर्मिष्ठा अन्धा मूकाश्च पङ्गवाः कुलहीना दुरात्मानस्वापचाद्याहि मानवाः यादृशास्तादृशाश्चान्ये आराध्य धवलेश्वरम् गतास्ते गमिष्यन्ति नात्र कार्या विचारणा अत्र स्नानं च दानं च सान्निध्यं शङ्करस्य च साभ्रमत्यां कृतस्नाना धवलेश्वरपूजकाः ते रुद्रलोकं गच्छन्ति नात्र कार्या विचारणा अत्र स्नानं च दानं च ये कुर्वन्ति नरोत्तमाः धर्मार्थकामभोगाश्च भुक्त्वा यान्ति हरालयं चन्द्रसर्यो परागे च पितुः सांवत्सरे दिने यद्फलं लभते मर्त्यस्तद्फलं प्राप्नुयाद्ध्रुवम् स्वर्गात् कामदुःखा देवि नित्यमायादि सर्वदा आगत्य तं शिवं देवं समभ्यर्च्य यथा तथा सा गच्छति सुरश्रेष्ठे स्वर्गं प्रति न संशयः तेन दुग्धाभियोगेन लिङ्गं तद्धवलीकृतं धवलेश्वरं नाम ततः संजातं भुवि सर्वदा जन्धवोत्र सदा देवीं म्रियन्ते कालनोदिताः ते शिवपदं यान्ति यावच्चन्द्रदिवाकरौ इति श्रीपात्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे धवलेश्वरमाहात्म्यं नामैकपञ्चाशदधिकशततमोऽध्यायः ॐ